ಈಶ್ವರ ಗುರು ಸಾಕ್ಷಾತ್ ಪರಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ ಗುರವೇ ನಮಃ. ಶುಭೇಣ ಶುಚಾಜ್ಯಮುಪಸ್ಥೀರ್ಯ ಪ್ರಧಾನ ಹುಮಾಂತೆ ಪುನಃ ಏಕವಾರಂ ಶುಭೇಣ ಶುಚಿ ಆಜ್ಯಂ ಉಪಸ್ಥೀರ್ಯ ಅಸ್ತು ಆಜ್ಯಂ ಉಪಸ್ಥೀರ್ಯ. ಅನಂತರಂ ಅತ್ರ ಪಾತ್ರೆ ಚರುಹು ವಾ ಪಾಯಸಂ ವಾ ಭವತಿ. ತತ್ರ ಪ್ರಧಾನ ಹೋಮ ಸಮಯ ಅಸ್ಮಾಭಿಃ ಕಿಂ ಕೃತಂ ಏಕಂ ಅವಧಾನಂ ಮಧ್ಯಾತ್ ಏಕಂ ಅವಧಾನಂ ಪೂರ್ವಾರ್ಧಾತ್ ಏಕಂ ಅವಧಾನಂ ಪಂಚಪ್ರವರತ್ವೇ ಪಶ್ಚಾರ್ಧಾತ್ ಏವಂ ಸ್ವೀಕೃತ. ಇದಾನೀಂ ಶುಷ್ಟಕೃತ್ ಹೋಮ ಪ್ರಧಾನ ಹೋಮ ಅಂತೆ ಶುಷ್ಟಕೃತ್ ಹೋಮ. ತತ್ರ ಶುಷ್ಟಕೃತ್ ಹೋಮ ಸಮಯ ಉತ್ತರಾರ್ಧಾತ್ ಅವಧಾನ ಮಧ್ಯಾತ್ ಪೂರ್ವಾರ್ಧ ಪಶ್ಚಾರ್ಧ ಪ್ರಧಾನ ಹೋಮೆ ಶುಷ್ಟಕೃತ್ ಹೋಮೆ ಉತ್ತರಾರ್ಧ ಅಸ್ತು ಅಸ್ತು ಉತ್ತರಾರ್ಧಾತ್ ಅವಧಾನ ಸ್ವೀಕರ್ತ ಸಾಧು. ತರ್ಹಿ ಉತ್ತರಾರ್ಧಾತ್ ಸಕೃದ್ ಅವಧಾಯ ಏಕವಾರಮೇವ ಅಸ್ತು. ಅತ್ರ ಇತಃ ಯಾವತ್ ಸ್ವೀಕುರ್ಮಃ ತದಪೇಕ್ಷೆಯ ಅಧಿಕ ಅಸ್ತು. ಉತ್ತರಾರ್ಧಾತ್ ಸಕೃದ್ ಅವಧಾಯ ಅಸ್ತು. ಅತ್ರ ಕಶ್ಚನ ವಿಶೇಷ ನಾತ್ರ ಹವಿಷಿ ಪ್ರತ್ಯಭಿಹಾರಯತಿ. ಪ್ರಧಾನ ಹೋಮ ಸಭೆಯ ಅವಧಾನ ಆದೌ ಅತ್ರ ಆಜ್ಯಗ್ರಹಣ ಪುನಃ ಅವಧಾನ ಗ್ರಹಣ ಪುನಃ ಅತ್ರ ಅಭಿಹಾರ ತದನಂತರ ಅತ್ರ ಅಭಿಹಾರ. ಶುಷ್ಟಕೃತ್ ಹೋಮ ಸಭೆಯ ಅತ್ರ ಪುನಃ ಅಭಿಹಾರೋ ನ ಅಸ್ತು. ಸಕೃದ ಅತ್ರ ಅವಧಾಯ ಉತ್ತರಾರ್ಧಾತ್ ಸಕೃದ ಅವಧಾಯ ಅತ್ರೈವ ದ್ವಿರಭಿಹಾರಯತಿ. ತತ್ರ ಏವಂ ಸೂತ್ರಮಸ್ತಿ ಮಧ್ಯಾತ್ ಪೂರ್ವಾರ್ಧಾತ್ ಚ ಹವಿಷೋ ವದ್ಯತಿ ಮಧ್ಯಾತ್ ಪೂರ್ವಾರ್ಧಾತ್ ಪಶ್ಚಾರ್ಧಾತ್ ಇತಿ ಪಂಚಾವತ್ತಿನಾಂ ಉತ್ತರಾರ್ಧಾತ್ ಶ್ವಿಷ್ಟಕೃತಂ ನಾತ್ರ ಹವೀಂಷಿ ಪ್ರತ್ಯಭಿಹಾರಯತಿ ಶ್ವಿಷ್ಟಕೃತಂ ದ್ವಿರಭಿಹಾರಯತಿ. ಅತ್ರ ಯಃ ಅಭಿಹಾರಃ ಭವತಿ ಆದೌ ಸತು ಅಭಿಹಾರಃ. ಅವಧಾನ ಗ್ರಹಣಾನಂತರಂ ಯಃ ಅಭಿಹಾರಃ ಭವತಿ ಸಹ ಪ್ರತ್ಯಭಿಹಾರ. ತರ್ಹಿ ಅತ್ರ ಶ್ವಿಷ್ಟಕೃತ್ ಹೋಮಾರ್ಥಂ ಯದಾ ದ್ರವ್ಯಗ್ರಹಣಂ ಭವತಿ ಚರುಗ್ರಹಣಂ ಭವತಿ ತದಾ ಪ್ರತ್ಯಭಿಹಾರೋ ನಾಸ್ತಿ ಅಪಿ ತು ತತ್ರೈವ ಅವಧಾನ ಗೃಹೀತಸ್ಯ ಶ್ವಿಷ್ಟಕೃತ್ ಭಾಗಸ್ಯ ಏವ ದ್ವಿರಭಿ ಅಭಿಹಾರಣ. ತತ್ರ ಮಂತ್ರಃ ಮಂತ್ರಸ್ತು ಶಾಖಾಭೇದೇನ ಭಿನ್ನಃ ಭವತಿ. ಯದಸ್ಯ ಕರ್ಮಣೋತ್ಯರೀರಿಚಂ ಯದ್ವಾನ್ಯೂನಂ ಯಹಾಕರಂ ಅಗ್ನಿಷ್ಟ ಸ್ವಿಷ್ಟಕೃತ್ ವಿದ್ವಾನ್ ಸರ್ವಂ ಸ್ವಿಷ್ಟಂ ಸೂತಂ ಕರೋತು ಮೇ ಏತಾವಾನ್ ಏಕಃ ಮಂತ್ರಃ ಆಪಸ್ತಂಭಾಃ ಪಠಂತಿ. ಆಪಸ್ತಂಭಾಃ ಏವ ಯತೋ ಹಿ ಆಪಸ್ತ ಹೋಮೆ ಆಪಸ್ತಂಭಾನಾಂ ಹೋಮೆ ಶುಷ್ಟಕೃತ್ ಹೋಮಃ ಅಪಿ ದ್ವಿವಾರಂ ಭವತಿ. ಇದಾನೀಂ ಪ್ರಧಾನ ಹೋಮಾಂತೆ ಏಕವಾರಂ ಭವತಿ ಪುನಃ ಜಯಾದಿ ಹೋಮಾಂತೆ ಪುನಃ ಏಕವಾರಂ ಭವತಿ. ತರ್ಹಿ ತತ್ರ ಅನ್ಯಂ ಮಂತ್ರಂ ಹವ್ಯವಾಹಮಭಿಮಾತಿಷಾಹಂ ಉದಕ್ಷಂತ್ರ ರಕ್ಷೋಹಣಂ ಮೃತನಾಸು ಜಿಷ್ಣುಂ ಜ್ಯೋತಿಷ್ಮಂತಂ ದೀದ್ಯತಂ ಪುರಂಧಿಂ ಅಗ್ನಿಗುಸ್ವಿಷ್ಟಕೃತಮಾಹುವೇಮ ಸ್ವಿಷ್ಟಮಗ್ನೆ ಅಭಿತತ್ ಪ್ರಣಾಹಿ ವಿಶ್ವಾದೇವ ಪ್ರತನ ಅಭಿಷ್ಯ ವರುನ್ನ ಪಂಥಾ ಅಂಪ್ರದಿಶನ್ ವಿಭಾಹಿ ಜ್ಯೋತಿಷ್ಮಧ್ಯೆ ಹ್ಯಜರನ್ನ ಆಯುಸ್ವಾಹ ಅಗ್ನಯೇ ಸ್ವಿಷ್ಟಕೃತ ಇದನ್ನ ಮಮ ಸ್ವಿಷ್ಟಕೃತ್ ಮಮ ದ್ವಾವಪಿ ಏಕತ್ರೈವ ಏಕಸ್ಮಿನ್ ಅಸ್ತೇವ ಏವ ಪ್ರಾಯ ಸ್ವೀಕುರ್ವಂತಿ. ಸ್ವಿಷ್ಟಕೃತ್ ಹೋಮೆ ಏತದವೇ ಅಸ್ತಿ ಯದಾ ಅನೇಕ ಹೋಮಾ ಬಹುಸಂಖ್ಯಾಕ ಹೋಮ ಯತ್ರ ಭವತಿ ತತ್ರ ತು ಅಧಿಕೋ ವಿಚಾರವನ್ನು ಜಾಯತೆ. ಕಿಂಚ ಯದಾ ವಿಶೇಷ್ಯ ಹೋಮಾ ಭವಂತಿ ತದಾ ಆಹುತಿ ಪ್ರಕ್ಷೇಪ ಅಗ್ನಿಯತನೆ ಕುತ್ರ ಯಥಾ ಇತಃ ಗ್ರಹಣ ಸಮಯೇ ವಿಚಾರ ಅಸ್ತಿ ಕಥಂ ಹೋತವ್ಯಂ ಇತಿ ವಿಚಾರ ಅಸ್ತಿ ಕಿಂ ಪ್ರಮಾಣ ಹೋತವ್ಯಂ ಇತಿ ವಿಚಾರ ಅಸ್ತಿ ತದ್ವತ್ ಅಗ್ನಿಯತನೆ ಕುತ್ರ ಹೋತವ್ಯಂ ಅಸ್ಯಾಪಿ ವಿಚಾರಃ ಅಸ್ತಿ. ತತ್ರ ಮುಖ್ಯಃ ಅಂಶಸ್ತು ಮಧ್ಯೆ ಹೋತವ್ಯ ಅಸ್ತು ಪ್ರಜ್ವಲಿತೆ ಅಗ್ನೌ ಹೋತವ್ಯ ಅಸ್ತು सामान्यः नियमः। अग्निज्वालाः यत्र भवन्ति तत्र होतव्यं, तत्रापि दक्षिणाज्वाला परिहार्या इति सप्तज्वालाः सन्ति, सप्तशिखाः, तत्र काश्चन शुभाः काश्चन अशुभाः एवं भेदं कुर्वन्ति। यत्र शुभा धूमशिखा दृश्यते तत्र स्वधूमे अथवा भस्मनि केवले अङ्गारौ आहुतिप्रक्षेपः न भवेत्। पुनः प्रथमाहुतेः अपराहुत्या सङ्गमः अपि दोषाय कल्पितः। प्रधानाहुति प्रधाने द्वे वा त्रयः तिस्रः वा चत्वारः वा आहुतयः सन्ति इति चिन्तयतु। तर्हि यदि प्रथमा आहुतिः भवान् अत्र जुहोति, यदि तद्द्रव्यं भस्म भवति तावत्पर्यन्तं स्थित्वा अनन्तरं होमं करोति तर्हि विचारस्य आवश्यकता नास्ति। किञ्च एतावता तद्द्रव्यं भस्म न सम्पन्नं, तावत्पर्यन्तं स्थातुं मम समयो नास्ति, झटिति अपराहुतिः देया, तर्हि तत्रैव पुनः अपराहुतिः न देया। अपराहुतिद्रव्यं प्रथमाहुतिद्रव्येण सह सङ्गतं न स्यात्, असङ्गतं स्यात्। तर्हि तत् पार्श्वे, तत्पूर्वभागे, पश्चिमभागे एवं यत्र कुत्रापि देये। स्विष्टकृत् होमसमये तु तत्र विचारः एवमस्ति, अन्यासाम् आहुतीनां सङ्गमे प्रत्यवायस्य न्यूनता भवति, किञ्च स्विष्टकृद् द्रव्यस्य प्रत्यवायो नाम दोषः, प्रत्यवायो नाम दोषः। स्विष्टकृद्होमद्रव्येण सह प्रधानहोमद्रव्यस्य सङ्गमस्तु सर्वथा परिहार्यः। अत्र तु अधिको दोषः, तदर्थं पुनः प्रत्येकतया प्रायश्चित्तमपि विशिष्य प्रायश्चित्तं कर्तव्यम्। तत्र पूर्वभागे वा ईशान्यभागे वा उत्तरभागे वा स्विष्टकृदाहुतिप्रक्षेपः इति विचारः अस्ति। श्रौते पुनः किं भवति, अत्र द्रव्यस्वीकारानन्तरं यावत् मन्त्रपठनं चलति तावत्पर्यन्तं स्थानकल्पनम् इति चिन्तयित्वा अत्र स्वीकृतस्य हविर्भागस्य अग्नोस्थानं मनसि विचिन्त्य तस्मिन् स्थाने प्रथमं तत्र होता नाम आध्वर्युः आज्यं जुहोति, पूर्वे स्थानं कल्पयति। यत्र आज्याहुतिः प्रक्षिप्ता तत्रैव झटिति, किमर्थं नाम आज्याहुतिप्रक्षेपेण अग्निज्वाला उत्तम प्रस्फुटिता भवति, तत्रैव स्विष्टकृदाहुतेः प्रक्षेपः। तत्र एवमपि विचारः अस्ति, पूजास्विष्टन्नवाहुत्या धर्मसिन्धौ प्रायः प्रायस्मार्ते स्वयङ्क्रमः स्मार्तकर्मसु स्मृतिचोदितासु स्मृतिचोदितेषु कर्मसु सूत्रचोदितेषु कर्मसु अयं क्रमः। तत्र एवमस्ति, प्रधानहोमसमाप्त्यनन्तरं झटिति स्विष्टकृद्होमः न कुर्या न कर्तव्यः, अपि तु प्रधानहोमान्ते किञ्चित् विश्रम्य यासां देवतानां तत्र कलशे आवाहनम् अस्ति, तासां देवतानां प्रणीतपात्रे अथवा प्रणीतपात्रे उत्तरपूजनं, यतो हि पूर्वपूजनमासीत् तस्मात् इदानीं प्रधानहोमान्ते यद्भवति तदुत्तरपूजनं, तत्र प्रधानदेवतानाम् उत्तरपूजनं कृत्वा अनन्तरं स्विष्टकृदादि कर्मारम्भः भवतु इति आशयः। श्रौते अपि झटिति स्विष्टकृधूमो न भवति, मध्ये प्रधानाहुतिप्रक्षेपानन्तरं स्विष्टकृधूमात् पूर्वं काश्चन अन्याः क्रियाः भवन्ति। अनन्तरं तत्र तात्पर्यम् एतावदेव, तावत्पर्यन्तं पूर्वाहुतं सर्वं गच्छतु उपरि, हा भस्म भव भस्म भवतु इति। स्विष्टकृद्विषये गृहसूत्रकाराः केवलम् एको वा द्वो वा मन्त्रान् वदन्ति, किञ्च यदि अग्निष्टोमादियागेषु पश्यामः तत्र तु स्विष्टकृदर्थे अपि अनेके मन्त्राः कथिताः। तत्र कामनाभेदेन देवताभेदेन यागभेदेन च मन्त्राः अपि भिद्यन्ते। तद्विषये गायत्र्यौ स्विष्टकृतसंयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः, यदि यजमानः तेजस्कामः, अनेन यज्ञेन मम तेजोवृद्धिः भवेत्, मम ब्रह्मवर्चसप्राप्तिर्भवेत् एवं चिन्तयति तर्हि तस्य होमस्य स्विष्टकृत् होमे, तस्य यागस्य स्विष्टकृत् होमे गायत्री छन्दसि मन्त्रेण होमः भवेत्। गायत्री छन्दस्केन मन्त्रेण स्विष्टकृतोमः भवेत् एव। तत्र अत्र तु एकः एव मन्त्रः भवति, श्रोते पुनः विशेषप्रक्रिया भवति। तत्र इदं भवान् जानाति खलु, चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां समे विष्णुः प्रसीदतु। न श्रुतं, कथं वैष्णवः भो? अशिक्षितः। अहं वैष्णवः इति वदति संस्कृते, किञ्च समे विष्णुः प्रसीदतु न जानाति। अरे अरे अरे अरे, तर्हि भवान् विश्वासः कथं भो? महाभारते अस्तु अनुस्मृतिः इति एकं प्रकरणमस्ति, पञ्चरत्नानि इति वदन्ति महाभारते। तत्र गीता एकं रत्नम् अस्तु, विष्णुसहस्रनामस्तोत्रं द्वितीयं रत्नम् अस्तु, तृतीयं रत्नम् अनुस्मृतिः, चतुर्थं रत्नं भीष्मस्तवराजः, पञ्चमं रत्नं गजेन्द्रमोक्षः इति। एवम् अस्तु, अनुस्मृतिः इति अहं मन्ये अनुशासनपर्वणि अस्ति। तत्र अनेकैः श्लोकैः महाविष्णोः स्तवनमस्ति, तत्रत्यः अयमेकः श्लोकः, शमीगर्भस्य यो गर्भः तस्य गर्भस्य यो रिपुः रिपुगर्भस्य यो गर्भः समे विष्णुः प्रसीदतु, एवं श्लोकाः सन्ति। तत्रत्यः एव अयमपि श्लोकः, चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां समे विष्णुः प्रसीदतु। अत्र समे विष्णुः प्रसीदतु इति तु स्पष्टमस्ति, सर्वश्लोकेषु सामान्य पदं, यतोहि तत्फलं तदर्पणं च कीदृशः विष्णुः, तद्विषये पूर्वं त्रयः पादाः अस्मिन् श्लोके वदन्ति। अनेन प्रकारेण यः विष्णुः हूयते सः विष्णुः मे प्रसीदतु। तर्हि कोऽयं प्रकारः? चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां, द्विवारं चतुरक्षराणि, तृतीयवारं द्व्यक्षरं, चतुर्थवारं पञ्चाक्षराणि, पुनः अन्ते द्व्यक्षरम्। एतावत् प्रकारेण अक्षरोच्चारणपूर्वकं यत्र होमः प्रचलति तादृशे होमे यः हुतो भवति, यः पूजितो भवति, सः विष्णुः मे प्रसीदतु। अस्तु, तर्हि प्रथमानि चतुरक्षराणि कानि? आश्रावय इति आद्यचतुरक्षराणि आश्रावय इमानि चतुरक्षराणि कः वदति अध्वर्युः वदति अध्वर्युः आश्रावय एतत् उच्चैः भवति तस्य अनुमोदनं कुर्वन् हस्ते स्फ्य गृहीत्वा हस्ते स्फ्य स्फ्य इति एकं पात्रं भवति पात्रं तत् काष्ठमयं खड्गाकारं लघु खड्गाकारं काष्ठमयमेकं पात्रं भवति श्रौतयज्ञेषु तद्गृह्णन् आग्नेध्रः इति एकः ऋत्विक् अग्निध्रः आग्नीत् आग्नि अग्नीत् अग्नीत् अग्नीत् सः तस्य अनुमोदनं करोति अस्तु श्रौषट् चतुर्भिश्च चतुर्भिश्च पुनः द्वाभ्यां पुनः द्वाभ्यां किं तर्हि पुनः अध्वर्युः यज इति प्रेषं ददाति यज इति प्रेषं सः प्रेषं नाम प्रेषयति पदं कुत्रापि नागच्छति वा न ओहोहो तर्हि वैदिकं पदमिति अस्माकं तु आबाल्यात् एवं प्रसिद्धमस्ति इति आसीत् प्रेषो नाम आदेश इव सूचना सूचना न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते इतरे जनाः स्मर्यते वा न स्मर्यते रामायणे भो सुन्दरकाण्डे रामायणं तु पठति भवतः वाण्या एव श्रुतम् अस्तु अस्तु अस्तु तर्हि यज इति अक्षरद्वयम् अस्तु अध्वर्युः होतारं प्रति प्रेषं ददाति अस्तु प्रेषं ददाति यज अनन्तरं होता ये यजामहे इमानि पञ्चाक्षराणि वदति ये यजाम ये यजामहे ये यजामहे अनन्तरं मन्त्रं वदति ये यजामहे अग्निं का देवता इति द्वितीयान्तं पदम् उक्त्वा ये यजामहे विष्णुं विष्णोर्नुकं वीर्याणि प्रवोचय पार्थिवानि मे रजांसि यो अस्कभायदुत्तरं सदत्सं विचक्रमाणस्त्रे दुर्गायो अनन्तरम् अन्ते वौषट् इति वदति पुनः अक्षरद्वये तदा तावत्पर्यन्तम् अध्वर्युः एवमेव तिष्ठति तत्र तु मन्त्रपाठकः होता ब्रह्मा साक्षी भवति यजमानः केवलं त्यागं वदति अध्वर्युः तिष्ठन् जुहोति न उपविश्य स्मार्तकर्मसु तु उपविश्य होमः भवति किञ्चित् श्रौतकर्मणि तिष्ठन् होमाः भवन्ति अध्वर्युः तिष्ठन् एव जुहोति सर्वदा सम्पूर्ण प्रधानहोमे प्रधानहोमे केचन यागाः उपविश्यापि भवन्ति तत्रापि गार्हपत्यायतनं पूर्वभागे भवति सः पश्चिमे वेदिमध्ये स्थित्वा होमं न करोति अपि तु दक्षिणे स्थित्वा आदौ उपक्रम्य हविषः अवदानं स्वीकृत्य इदं सर्वम् आश्रावया अस्तु श्रौषट् यजा ये यजामहे एतावत्पर्यन्तम् इतः वेदिं प्रक्रम्य दक्षिणभागे उत्तराभिमुखस्तिष्ठति ओहो उत्तराभिमुखः ब्रह्मणः पुरतः यजमानस्य समीपे उत्तराभिमुखस्तिष्ठन् अत्रत्यः होता यदा वौषट् इति उच्चैः वदति तदा होमं करोति अस्तु एवं प्रक्रिया तत्र भवति होतस्थानं तदेव वा अत्र तु वयम् आहुतिप्रदानार्थं स्वाहा इति पदं वदामः किञ्चित् श्रौते कर्मणि हविः प्रदानार्थं स्वाहेति पदं नास्ति वौषट् इति पदं भवति केवलं प्रायश्चित्तहोमेषु स्वाहा इति पदं भवति किञ्च एवं सर्वाः प्रक्रियाः यत्र भवन्ति तादृशे विशिष्यप्रधानहोमे वौषट् इत्येनैव तस्मादेव विश्वं विष्णुर्वषट्कारः वषट्कारः वषट्कारः नाम विष्णुः सः वषट्कारः कुत्र भवति होमे भवति वषट्कारप्रियः यतोहि ब्राह्मणाः वौषट् इति उक्त्वा अभिप्रदानं कुर्वन्ति कुर्वन्ति यदि वौषट् न वदन्ति तर्हि अभिप्रदानं भवति तस्मात् वौषट् लोपो न भवेत् वषट् लोपो न भवेत् इति वदन्ति वषट् लोपो न भवेत् नाम यज्ञस्य लोपः न भवेत् एव परोक्षप्रिया इव हि देवाः इति कारणेन एव तर्हि परोक्षप्रिया हि प्रिया हि देवाः इति वचनस्य तात्पर्यं किम् परोक्षप्रिया इव हि देवाः महान्यासं श्रुतवान् वा रुद्रकृष्णस्य महान्यासं मम श्रुतवान् आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुहूतः प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तं वा एतन्दशहूतगुंसन्तं दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः एवं सप्तात्मन् षडात्मन् पञ्चात्मन् चतुरात्मन् अस्ति सर्वत्र परोक्षप्रिया इव हि देवाः इति अस्ति वेदे परोक्षप्रिया इव हि देवाः इदं वाक्यं बहुधा आगच्छति वा बहुधा शताधिकेषु स्थलेषु आगच्छति शुक्लयजुर्वेदे पुनः न केवलम् एतावता विरामो भवति अपि तु अग्रे भवति प्रत्यक्षद्विषः परोक्षप्रियाः देवाः प्रत्यक्षद्विषश्च भवतः नाम विश्वासः ये भवन्तं गौरवेण आह्वयन्ति भारते न तु अस्मिन् देशे अथवा प्रेम्णा ते विश्वास इति नामोच्चारणपूर्वकं भवन्तं नाह्वयन्ति किमपि केनापि अन्येन नाम्ना कन्ना इति वा चिट्टु इति वा पिट्टु इति वा भवतः पितुः नाम किम् वासुकि पितुः नाम भवान् किं पितरं भो वासुकि अत्र आगच्छ वदति वा किमर्थं हसति तस्य नाम वासुकिः खलु अस्मिन् देशे तु तथैव भवति व्यवहारः हसनं त्यजतु किमर्थं वासुकि इति नाम्ना पितरं नाह्वयति इति वदतु तत्र कारणं किं गौरव अगौरवसूचनं भवति तेन इदं कथं ज्ञातं भवता केन निर्णीतम् अयम् अगौरवः एवं तात इति कथनं नाना अप्पा अण्णा इति कथनं गौरववाचकम् इति केन सूचितं न केनचित् परन्तु अयं विषयः मनसि न आगतः चिन्तयतु कदारभ्य आगच्छति भारते अस्ति अयं व्यवहारः तत्र कारणं किं मातुः नाम तु अस्ति किञ्च अम्मा इति वदति अम्बा इति वा अयि इति वा मा इति वा किमर्थं तै बै इति वा किमर्थं नाम्ना आह्वानं नास्ति कारणं किं मम तु अगौरववर्जनम् इत्येव प्रतिभाति अत्र कः अगौरवः भो नागरत्न मातुः नाम गृहीत्वा आगच्छ इति वदामश्चेत् तत्तु ज्येष्ठसदृशः व्यवहारः भवति अतः किञ्च अयं ज्येष्ठसदृशव्यवहारः अयम् अगौरवो व्यवहारः इति केन निर्णीतं कदा निर्णीतं कुतः एवं निर्णीतम् अहं न जानामि किं भारतीयसंस्कृतौ ये ये अंशाः सन्ति जीवने ते सर्वेपि अंशाः अविविच्य एव प्रवर्तन्ते वा तत्र तेषां पृष्ठभागे कश्चन विवेकः किञ्चित् कारणं कश्चन विशेषः अस्ति इति वा यदि अविवेकेन तर्हि त्यज्यतां कामं त्यज्यतां यदि विवेकपूर्वकं तर्हि कः सः विवेकः सः विवेकः उत्तमः वा अनुत्तमः यदि अनुत्तमः तर्हि त्यज्यतां यः अन्येषां व्यवहारः तेन व्यवहारेण व्यवहार्यता। यदि सः उत्तमः व्यवहारः तर्हि का तत्र उत्तमता ज्ञायताम्। अस्तु, प्रसङ्गतः वदामि। अस्तु, आत्मनाम गुरोर्नाम नामातिकृपणस्य च श्रेयस्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः। ज्येष्ठापत्यकलत्रयोः, ज्येष्ठापत्यस्यापि नाम न गृह्णीत, आश्चर्यम्। ओ, ज्येष्ठानां व्यवहारं पश्यतु गृहे, नारायण एव पश्यतु। अस्तु, पितुः ज्येष्ठः यदि कश्चन पितृव्यः अस्ति तर्हि तं प्रति पिता कथं सम्बोधनं करोति? ओ, भ्राता इति, भ्रातर इति, तस्य नाम्ना तु सम्बोधनं न करोति खलु? न करोति, किञ्च सः एनं नाम्ना एव व्यवहरति। अथवा पिता स्वयं स्वपुत्रेषु, इदानीं तु एकः एव पुत्रः भवति, द्वौ वा, किञ्च यदि अनेके पुत्राः कन्याः वा सन्ति तर्हि यत् प्रथमम् अपत्यं, पुत्रः वा भवतु पुत्री वा भवतु, तं वा तां वा नाम्ना नाभयतः पितरौ। ओ, एवम्। अस्तु, तथैव पतिः पत्नीं नाम्ना न सम्बुध्यति, पत्नी च पतिं नाम्ना न सम्बुध्यति। एवं भारतस्य व्यवहारः, इयं भारतस्य संस्कृतिः, इदं हेयं त्याज्यं मौर्ख्यम् इति अत्रागत्य वयं शृणुमः, तथैव व्यवहरामः, एतदेव उत्तममिति चिन्तयामः, तदनुत्तमम् इति तु अस्माभिः स्वीकृतमेव। किञ्च मेरे लिए अगर कोई आता है तो अंदर भी कोई मनीष नाम का कोई आ सकता है, मनीष अगर आया पूछा तो उसको बोल देना किंच तथा नास्ति, तत्र शास्त्रम अस्ति। आत्मनाम स्वस्य नाम स्वयं न वक्तव्य, तस्मात् पूर्वं व्यवहारः अस्ति। एकस्तपो द्विरध्यायी प्रवासे अधिकाः, प्रवासे एकाकी न भवेत्, द्वौ वा त्रयः वा मिलित्वा प्रवासं कुर्युः, यतोहि तत्रैव अवकाशः भवति, यतोहि सर्वे नूतनाः, ते ज्ञातुम् इच्छन्ति भवान् कः इति। आवां द्वौ स्तः, एषः नूतनः न जानाति, सः पृच्छति भवान् कः, तर्हि भवतः नाम भवान् न वदति, अहं वदामि। एवम्? अस्तु, किं रामायणेन तावता न ज्ञातं वा? रामायणे एवमेव अस्ति खलु व्यवहारः? लक्ष्मणः वदति, एषः दशरथकुमारः रामः, तस्य अनुजः अहं लक्ष्मणः इति। रामः स्वयं न वदति अहं रामः इति, लक्ष्मणस्तु वदति अहं लक्ष्मणः इति, सः अनुजः। अनुजः एव। तर्हि आत्मनाम गुरोः नाम अतिकृपणस्य च नाम ज्येष्ठ अपत्यस्य कलत्रस्य च नाम श्रेयस्कामः न गृह्णीयात्। यः श्रेयस्कामो नास्ति गृह्णीयात् कामः किमपि गृह्यात्। अस्तु, अयं तु लौकिको व्यवहारः, वैदिके व्यवहारे पुनः देवाः परोक्षप्रियाः, तस्मात् परोक्षेण व्यवहरन्ति। देवैस्सह यदा देवानां वा मनुष्याणां वा सम्पर्कः भवति तेषां विषये किमपि वक्तव्यं भवति, तदा प्रत्यक्षेण न वदन्ति अपरम् अपि तु परोक्षेण वदन्ति यतो हि देवाः परोक्षप्रियाः यद्यदाचरति श्रेष्ठस्तत्त्वदेवेतरो जनः देवाः तु ज्येष्ठाः श्रेष्ठाः तस्मात् तेषाम् अनुकरणम् अन्ये सर्वे कुर्वन्ति इति लोकव्यवहारः तादृशो जातः अस्तु तत्र यथा पश्यतु वयम् इन्द्रः इति वदामः वस्तुतः तस्य नाम इन्द्र इति नास्ति वस्तुतः तस्य नाम इदिन्द्र इति अस्ति उपनिषत्सु सः सर्वोऽपि भागः अस्ति तम् इदन्द्रं सन्तम् इन्द्रमित्याचक्षते परोक्षेण किमर्थं परोक्षप्रिया इव हि देवाः भवान् मनुष्यः वस्तुतः भवान् न मनुषः मानुषः भवान् मादुषः मादुषः तं मादुषं सन्तं मानुषमित्याचक्षते परोक्षेण मादुष इति कथनेन प्रत्यक्षकथनं स्यात् प्रत्यक्षकथनं देवानाम् अप्रियमस्ति परोक्षप्रियाः देवाः सन्ति तस्मात् मादुषं मानुष इति पदेन व्यवहरन्ति लोके इत्येवं ब्राह्मणे तत्रैव लिखितं लिखितमस्ति एवं बहूनि पदानि सन्ति अत्र तु पुनः प्रत्यक्षद्विषः इति स्पष्टमस्ति तस्मात् वषट् इति कारेण होमः भवति चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां समे विष्णुप्रसीदति एवं ये होमाः भवन्ति तत्र तु अन्या तत्रापि प्रधानहोमानन्तरं सुष्ठुगृध्होमस्य मध्ये अन्ये क्रियाकलापाः भवन्ति यावत् तत्सर्वं हुतं भवति वस्तुतः आदौ अस्माभिः इध्महोमः कृतः अत्र इध्म इति पञ्चदशसंहिता तत्र पञ्चदशसंहितां सकृदेव होमः अस्माभिः क्रियते तत्र तात्पर्यं किं पञ्चदशसंहितः इन्धनत्वेन भवेयुः ताः प्रसृताः भवेयुः तेन प्रधानहोमसमये एकाहुतिः प्रथमसमिदुपरि द्वितीयाहुतिः द्वितीयसमिदुपरि तृतीयाहुतिः तृतीयसमिदुपरि एवं प्रकारेण आहुतिसंसर्गः मास्तु मा स्यात् इत्यनेन भावेन एवमस्ति श्रोते तु प्रत्यक्षं तथैव क्रियते पञ्चदशसमिधाः पृथक् पृथक् आज्ञायतने प्रक्षिप्यन्ते पञ्चदशमन्त्रैः तत्र तु पञ्चदशमन्त्राः सन्ति अत्र तु एकेनैव मन्त्रेण सकृदेव सर्वासामपि संविधां होमः भवति किञ्च इध्म प्रसृतं भवति खलु अग्नौ पतनानन्तरं प्रसृतं भवति तर्हि प्रसृतेषु इध्मेषु प्रधानहोमः अन्ते उत्तरभागे वा ईशान्यभागे वा सुष्ठुगृध्होमः यावच्छक्यं प्रधानाहुति ज्वलनानन्तरमेव सुष्ठुगृध्होमः कर्तव्यः यदि तावान् समयो नास्ति अथवा तत्र ज्वलनस्य अत्यन्तम् अधिकः समयः अपेक्षितो भवति तर्हि कदाचित् किं कुर्मः कोन स्वयमेव उद्घाट्य तत्र प्रधानहोमानन्तरं पुनः अन्यम् अन्यत् इन्धनं संस्थाप्य तस्य इन्धनस्य प्रज्वलनानन्तरं तस्मिन् इन्धने समिन्धिते आगनौ सुष्ठुगृध्होमः एव अस्तु सुष्ठुगृध्होमः सुष्ठुगृध्होमानन्तरम् अग्नये सुष्ठुकृते इदं न मम त्यागः ततः परं तत्र प्रश्नः बहुधा श्रूयते स्वाहा स्वधा वट् वषट् वौषट् इत्येवं प्रकारकाः शब्दाः अहं तु एतावत् जानामि स्वाहा इति देवेभ्यः क्रियते नमस्ते स्वाहा स्वधालं वषड्योगाच्च पाणिनिः अस्ति खलु सूत्रम् अस्ति अहं न स्मरामि कस्मिन् सन्दर्भे इति. अस्तु नमस्वस्ति स्वधा स्वाहा श्रौषड् श्रौषड् वौषड् वषण्णमः इति आगमे आगमे अस्ति. नमस्वस्ति स्वाहा स्वधा लम्बषड्योगाच्च चतुर्थी प्रयोजन सन्दर्भे संप्रदानस्य कारकप्रकरणे इदं सूत्रम् अपदति. कुतः विश्वासं नमः न कुतो विश्वासात् नमः न कुतो विश्वासस्य नमः न तस्मात् सूत्रात् तद्वदेव स्वस्ति विश्वासाय स्वस्ति रामाय स्वस्ति साधु तथैव स्वधा स्वधा पदं पितृभ्यः उच्यते. स्वधा पितृभ्यः पितृभ्यः स्वधा देवताभ्यः स्वाहा नमस्वस्ति स्वाहा स्वधा अलं वषट् वषडपि देवेभ्यः अलमिति पर्याप्तम् इत्यस्मिन् अर्थे वट् इत्यपि श्रूयते. वट् इति वषट् वट् इति नास्ति वषट् फट् इत्यपि फट् इति अस्ति फट् इति अस्ति वषट् वौषट् श्रौषट् ओहो श्रौषट् श्रौषट् वौषट् वषट् कुत्रचित् वौषट् भवति कुत्रचित् वषट् भवति. आदौ अस्तु श्रौषट् तत्तु अग्निधः वाक्यं भवति. तर्हि प्रधान सुष्ठुगृध्वमानन्तरम् अग्रे किं कृत्यं भवति? परन्तु अत्र यत्किमपि उक्तं भवता समजमाता है परन्तु यत्किमपि उक्तं भवता तद् आदौ चत्वारि अक्षरा चत्वारि अक्षराः आदौ इत्यादिकं तत् श्रौतयागेष्वेव तस्य सम्बन्धः न अत्र स्मार्तकरणे. अस्तु सुष्ठुगृध्वमानन्तरम् अनन्तरं कर्म भवति अस्माभिः युध्मबन्धनार्थं रज्जुः प्रकल्पितः. युध्महोमसमये सः रज्जुः तत्रैव स्थापितः. युध्मबन्धनरज्जुम् युध्मस्थाने निधाय पाणिनियध्ममादाय इति इदानीं तस्य युध्मबन्धनरज्ज्वाः होमः रज्जोः किं भवेत् रज्जुः इत्यस्य स्त्री स्यात् खलु अतः रज्ज्वा इति स्यात् षष्ठी रज्ज्वाः. इदानीं रज्ज्वाः होमः तर्हि किं सुष्ठकृते नेदन्न मम त्रिसन्नहनेन रुद्रं तत् तस्य त्रिसन्नहनमिति संज्ञा तस्याः त्रिसन्नहनं यतोहि त्रिषु स्थानेषु दर्भैः सन्धानं क्रियते इति त्रिसन्धानम् अनेकैः दर्भैः निर्मितो भवति खलु रज्जुः. तर्हि सः रज्जुः हस्ते गृहीत्वा तस्य ग्रन्थेः विसर्जनं तस्य प्रोक्षणं पुनः अभिघारः घृतेन आज्येन अभिघारः अनन्तरं होमः. तत्र देवता रुद्रः पशुपतिः रुद्रः तत्र देवता. केवलं रुद्राय इति केचन वदन्ति रुद्राय पशुपतये इति केचन वदन्ति. वयं तु रुद्राय पशुपतये इत्येव वदामः. केचन रुद्राय स्वाहा इति उक्त्वा रुद्राय पशुपतये इति एवं त्यागं कुर्वन्ति. वयं तु उभयत्रापि रुद्राय पशुपतये स्वाहा रुद्राय पशुपतये इदन्नम एवं वदामः. तस्य होमः अनन्तरम् अपौपस्पर्शः रुद्रशब्दः यदा यदा आगच्छति तदा अपः उपस्पर्शः भवति वा? हा कस्मिन् सन्दर्भे आगतः तम् आश्रित्य भवति. यदा स्वतन्त्रतया रुद्रहोमः भवति तदा तु न तत्र तु प्रधानदेवो रुद्रः भवति तत्र तु आवश्यकता नास्ति. किञ्च यत्र एवं प्रकारेण रुद्रः भवति अङ्गत्वेन यतोहि अङ्गत्वेन रुद्रः अन्यः प्रधानत्वेन अन्यः एव कश्चन याज्ञिकप्रक्रियासु भेदः अस्ति. तत्र प्रजापतिविषये अपि तथैव अस्ति केषुचिनस्थलेषु प्रजापतिपदं मनसा स्मरन् उच्चैः न वक्तव्यं किञ्च सर्वेषु स्थलेषु तथैव वक्तव्यमित्यपि नास्ति यदा अङ्गत्वेन प्रजापतिः भवति तदा उच्चैः वक्तुं शक्यते किञ्च यदा प्राधान्यतया प्रजापतिहोमः भवति तदा तु प्रजापतिपदं मनसा स्मरन् स्वाहा इत्युच्चैः उक्त्वा जूया प्रजापतये इदं नमः कदाचित् भवता त्यागे इदं नो मा इति वदन्तः न न तत्तु वेगकारः इदं न मम नोम इति तस्य को अर्थः भवति अपौ विस्पृश्य ततः परम् आपस्तम्भानां कश्चन विशेषो भवति तत्र सङ्कल्पवाक्यमपि वदन्ति किं ऋद्धिकामः अस्मिन् कर्मणि ऋद्धिकामः जयादिहोमं करिष्यति जयादि इति मन्त्राणां संज्ञानं तत्र चित्तञ्च स्वाहा चित्तायदं न मम चित्तिश्च स्वाहा चित्त्यायदं न मम आकूतञ्च स्वाहा आकूत्यायदं न मम आकूतिश्च स्वाहा आकूत्यायदं न मम एवम् अनेके होमाः सन्ति ततः परम् अभ्यातानमन्त्राः राष्ट्रभृत्मन्त्राश्च तस्मात् जयादिहोमः इति वदन्ति जय अभ्यातान राष्ट्रभृत् त्रिविधाः मन्त्राः तत्र ते मन्त्राः मह्यं बहु रोचन्ते अहं दृष्टवान् बहु सम्यक् सन्ति रुद्रः पशूणामधिपति ऋताशा ऋतधाम ते तु राष्ट्रभृन्मन्त्राः ते राष्ट्रभृन्मन्त्राः तत्पूर्वम् आग्नि अग्निर्भूतानामधिपतिस्समावत्तस्मिन् ब्रह्मन्नस्मिन् क्षत्रे एस्याम् आशिष्यस्यां पुरोधायाम् अस्मिन् त्यागुस्वाहा अग्नये भूतानामधिपदये इदं न मम एते अभ्यातानमन्त्राः ऋताशाटृतधामाग्निर्गन्धर्वस्तस्य औषधयोप्सरस ऊर्जो नाम स इदम् एवं ये मन्त्राः ते राष्ट्रभृद्मन्त्राः ते सर्वे होमाः तस्मै स्वाहा इति वचनात् अनन्तरं किं वक्तव्यं तस्मै इदं मम इति वक्तव्यं वा तत्र देवा याः देवताः सन्ति तत्र त्यागवाक्यानि अन्यानि त्यागवाक्यानि अन्यानि भवन्ति अग्नये स्वाहा तस्मै स्वाहा एवं तत्र तत्र भिन्नं भिन्नं भवति यथा त्यागवाक्यानि अपि भिन्नानि भवन्ति पुस्तकं दृष्ट्वा पुस्तकं दृष्ट्वा यतोहि अहम् आपस्तम्भप्रयोगं केवलं पश्यामि शृणोमि एवम् अस्तु अस्तु अहम् आश्वलायनप्रयोगं जानामि करोमि पुस्तकं दृष्ट्वा वदामि पुस्तकम् अस्ति वा अन्तर्जाले संस्काररत्नमालायाम् अस्ति भोः तदेव संस्काररत्नमालायां सर्वम् अस्तु अस्मिन् पुस्तके अपि अस्ति याजुषरत्नगिरे अपि अस्ति अन्यत्र कुत्रापि अस्ति एते सर्वे मन्त्राः आं मन्त्रास्तु सन्ति त्यागवाक्यानि न सन्ति तत्र त्यागवाक्यानि अपि सन्ति तर्हि एतेषां होमः यदि अस्ति तर्हि किं रज्जुप्रक्षेपानन्तरं झटिति जयादिहोमः जयादिहोमः अस्ति चेत् जयादिहोमान्ते पुनः एकवारं स्विष्टकृद्भवति तदानीं केवलम् आज्येनैव स्विष्टकृद्भवति अनन्तरं प्रायश्चित्तहोमाः भवन्ति प्रायश्चित्तहोमेषु वैविध्यमस्ति यतोहि कर्मणां वैविध्यं शाखानां वैविध्यम् इति कारणेन प्रायश्चित्तानामपि वैविध्यमस्ति तत्र कात्यायनः तु वैविध्यं परिहरन् निर्दिशति दृढयति नवाहुतयः इति लघुवा दोषः भवतु महान् वा दोषो भवतु, लघुवा यज्ञो भवतु महान् वा यज्ञो भवतु, प्रायश्चित्ते तु केवलं नव एव आहुतयः, दशमाहुतेः आवश्यकता नास्ति। कर्मगतानां सर्वदोषाणाम् अपनोदाय प्रायश्चित्तत्वेन एते नवमन्त्राः पर्याप्ताः इति तत्र मीमांसितं। दशमस्य आवश्यकता नास्ति। शङ्करजी, राम राम। किं प्रायश्चित्तहोमेषु नवाहुतयः कात्यायनेन उक्ताः? तद्वदत्र आश्वलायनः सप्ताहुतयः वदति। तत्र एताभिः सप्ताहुतिभिः आदौ यजमानः होमं कुर्यात्, एतैरेव मन्त्रैः पुनः ब्रह्मापि होमं कुर्यात्। ब्रह्मणः प्रायश्चित्तमिति सः अपि एतैरेव मन्त्रैः, पुनः विशिष्टप्रायश्चित्तानि इति बहूनि प्रसङ्गतः भवन्ति। यदि किमपि लुप्तम् अथवा कोऽपि दोषो जातः अस्माभिः अनुभूतः, तर्हि तदर्थं किं कर्तव्यं? प्रायश्चित्तसमये तत्सर्वं स्मृत्वा आरम्भप्रवृत्तिः एतावत्पर्यन्तं यद्यद् अस्माभिः लक्षितम् अलक्षितञ्च, मन्त्राणाम् उच्चारणविषये, स्वरवर्णोच्चारणविषये, वाङ्नियम आसन इत्यादिलोपविषये, व्रतलोपविषये अनेके दोषाः तत्र प्रतिपादिताः। यज्ञसमये निषेधाः, एवं न कर्तव्यं, यथा देवता अग्निमध्ये अन्यस्य गमनं निषिद्धमस्ति, ब्रह्मणः अग्नेः मध्यतः अन्यस्य गमनं निषिद्धमस्ति, मध्ये सम्भाषणं निषिद्धमस्ति, मध्ये अपानवायुनिस्सारणं क्षुत्जृम्भणमित्यादिकं निषिद्धमस्ति, एवं द्रव्ये किमपि कृमिकीटाधिपतितं सः दोषः अस्ति, कदाचित् ततः स्फुल्लिङ्गाः बहिः पतन्ति, तैः अत्र परिस्तरणानां दाहो जायते, सः अपि दोषः अस्ति। एवं केचन दोषाः भवन्ति, कदाचित् अग्निः नश्यति, कदाचित् ज्वाला नास्ति, कदाचित् धूमः भवति, कदाचित् बहुवातः आगच्छति तेन कारणेन सर्वं। तर्हि यद्यत् प्रवृत्तं तत्सर्वं मनसि कृत्वा तदर्थं किं प्रायश्चित्तम् इति विचिन्त्य तत् होतव्यम्। तर्हि तद्विषयकं स्वतन्त्रं प्रकरणमस्ति प्रायश्चित्तप्रकरणमिति, ततः सङ्गृह्य कर्तव्यं भवति अयं प्रायश्चित्तहोम। प्रायश्चित्तहोमानन्तरं लौकिकेषु कर्मसु पूर्णाहुतिः इति वदन्ति, ततः परं बलिदानमिति वदन्ति। याः देवताः तत्र पूजिताः ताभ्यः बलिं यच्छेत् यजमानः। अत्र बलिमित्यस्य तात्पर्यं यज्ञशिष्टः यः चरुः तस्मात् चरोः किञ्चित् स्वीकृत्य भूमौ देवताभ्यः यद्दीयते सः बलिः इति। यदग्नौ ज्योति स देवयज्ञः, यद् बलिं करोति स भूतयज्ञः। नाम भूतानां जीवनार्थं, नाम लघुकीटानां प्राणिनां जीवनार्थं देवतानाम्ना भूमौ यद्दीयते सः बलिः। अस्तु, बलिदानं बलिदानान्त पुनः हस्तवाद प्रक्षालनादिकं भवति, पूर्णा होते अनन्तरं बलिदान। हाँ आदु आदु आदु पूर्णा होता है प्रायश्चित्त होमानन्तरं। अस्तु अस्तु। प्रायश्चित्त होमानन्तरं बलिदानं, बलिदानानन्तरं पूर्णाहुति, बलिदानानन्तरं हस्तोपादौ प्रक्षाल्य यजमानः पुनः प्राणायामादिकं करोति, तावत् ब्राह्मणाः शान्तिमन्त्राः पठन्ति, सर्वं शान्तं भवतु इति। तत्र भूतानि यानिह वसन्ति लोके बलिं गृहीत्वा विधिवत् प्रयुक्तम् अन्यत्र वासं परिकल्पयन्तु रक्षन्तु तान्यत्र नमोस्तु तेभ्यः, एवं तत्र प्रार्थना अस्ति। अन्येपि अनेके श्लोकाः सन्ति प्रार्थनायाः। अनन्तरं पूर्णाहुतिसङ्कल्पः, पूर्णाहुतिसमये पुनः लौकिकं तु बहु चलति, तत्तु भवान् लोके पश्यत्येव। द्वादशगृहीतेनाज्येन श्रुवं पूरयित्वा एकं द्वे इति द्वादशवारम् आज्यग्रहणं, तस्य अलङ्कारः गन्धपुष्पाक्षतैः। सर्वकर्मप्रपूरणीं भद्रद्रव्यदां पूर्णाहुतिं होष्ये इति सङ्कल्प्य, पूर्णाहुतिसमये यः अस्माभिः पूर्वं स्थापितः अग्निः कर्मानुसारेण अग्निनां नामानि भिन्नानि इति पूर्वम् अस्माभिः चिन्तितं, पूर्णाहुतिसमये अग्नेः नाम भिद्यते। पूर्णाहुतिः मृडनाम अग्नौ देय, तस्मात् इदानीं विद्यमानस्यैव अग्नेः पुनरेकवारम् अस्माभिः नामान्तरं क्रियते। मृडनामायमग्निः अग्नेत्वं मृडो नामासि इति मनसि विभाव्य तस्मिन् मृडनामाग्नौ, मृडः दुःखं कष्टं निवार्य यः सुखं जनयति तन्नाम मृडयति, यः मृडयति इति मृडः, तर्हि अग्निः मृडः नाम जनानां ये अग्निम् उपसर्पन्ति तेषां दुःखकष्टादिकं सः दूरे करोति, यतोहि गुरुरग्निर्द्विजातीनां, द्विजातीनां स्वतःसिद्धो गुरुः अग्निः। अग्नेः ब्राह्मणक्षत्रियवैश्यानां यः गुरुशिष्यसम्बन्धः सः अस्माभिः स्वीकृतश्चेत् अस्माभिः कल्पितश्चेदिति न, सः स्वतःसिद्धः, भवान् जानातु न वा, भवान् स्वीकरोतु न वा, किञ्च अग्निः भवतः गुरुः स्वतःसिद्धः। अग्नेः गुरुत्वम् अस्माभिः नाङ्गीक्रियते अथवा न ज्ञायते इति कारणेन गुरुहीना इव लघवः भूत्वा ततस्ततः गुरुम् आश्रयन्तः, गुरुं किं शोधयन्तः, चिन्वन्तः इतस्ततः भ्रमामः। यदि ब्राह्मणः स्वस्य स्वतःसिद्धस्य गुरोः सेवनं कुर्यात् तर्हि अन्यस्य आवश्यकता एव नास्ति, यतोहि उपनयने अग्निराचार्यस्तव इति आदेशः एव दीयते, हे भटो अद्यारभ्य तव आचार्यः अग्निः। आचार्याधीनो वेदमधीष्व नाम अग्नेः अधीनो भूत्वा वेदमधीष्व, अग्निः एव मनुष्यरूपेण भवन्तं बोधयति इति मनसि विभाव्य अग्निपरिचर्या कर्तव्या। अस्तु, वस्तुतः अयम् अस्माकं वैदिको धर्मः। अस्तु, तर्हि इदानीं मृडनामासि अग्नेत्वं मृडो नामासि इति विभाव्य द्वादशगृहीतेनाज्येन तिष्ठन् पूर्णाहुतिहोमः। तत्र अनेके मन्त्रास्सन्ति, किञ्च प्रधानमन्त्रस्तु आपस्तम्भः वदति सप्तते अग्ने समिधः सप्त जिह्वा सप्त ऋषयः सप्त धाम प्रियाणि सप्तहोत्रा असप्तधात्वा यजन्ति सप्तयो नीरा प्रणस्वा घृते नस्वाहा अग्नये सप्तहोत्र इदं नमः कर्मणः यावत् वैशाल्यं तदनुगुणं यक्षानुरूपो बलिः यक्षानुरूपो बलिः यावान् यक्षः तावान् बलिर्देयः गजाय एतावद् यदि दीयते तर्हि किम् सन्तोषाय एतावद् दीयते तर्हि किम् सन्तोषाय एतावद् भवेत् गजाय एतावद् भवेत् अश्वाय एतावद् भवेत् वृषभाय ततो न्यूनं भवेत् अजाय मनुष्यापेक्षया अपि न्यूनं भवेत् यक्षानुरूपो बलिः यक्षशब्दस्य को अर्थः अत्र भक्षकः भक्षकः अस्तु यक्षो भक्षकः यक्षो जक्षति इति यक्षः अस्तु तर्हि लोके वयं पश्यामः तत्र तत्र पूर्णाहुतिनाम्ना किं किं न क्रियते वस्त्राणि फलानि पुष्पाणि पात्राणि किं किं सर्वम् अग्नौ प्रक्षिपन्ति तत् किं गीतायामस्ति खलु असक्तो ह्याचरन् कर्म न बुद्धिभेदञ्जनयेत् अज्ञानां कर्मसंज्ञनां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् गुणागुणेषु वर्तन्ते इति मत्वा न सज्जते तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् कुर्वन्तु नाम नरकाय चिराय पापम् अस्तु पूर्णाहुति होमान्ते वसोर्धारा होमः वसोर्धाराहोमे वस्तुतः वसोर्धारापात्रम् अनेनैव वसोर्धाराहोमः कष्टाय भवति तत्र वसोर्धारापात्रं पृथक् भवति दीर्घसृग् भवति तस्यां इतः तावत्पर्यन्तं धारा भवति येन पथा आज्यं प्रवहति अत्र आज्यप्रक्षेपो भवति इतः आज्यं पतति अग्नौ यतोहि अग्निः तदा प्रवृद्धो भवति उत्थाय एव पूर्णाहुतिहोमः क्रियते तत्र पूर्णाहुतिहोम वसोर्धाराहोमः सर्वहोमेषु वसोर्धाराहोमस्य आवश्यकता न भवति यत्र शताधिको होमः भवति तत्रैव वसोर्धाराहोमः विशिष्यहोमेषु तत्र वसोर्धारामन्त्राः के यद्यपि अनेके मन्त्राः वसोर्धारायां पठन्ति तथापि वसोर्धारायां प्रधानमन्त्रः नाम यजुर्वेदीयः रुद्रस्य अन्तिमो भागः नाम चतुर्थकाण्डस्य षष्ठ वा सप्तमः प्रश्नः तत्र वाजश्च मे प्रसवश्च मे इत्यादि मन्त्राः सन्ति सः एव वसोर्धारायाः प्रधानो मन्त्रभागः अग्ना विष्णुः सजोषसेमावर्धन्तु वाङ्गिरः द्युम्नैर्वाजे भिरागतं वाजश्च मे प्रसवश्च मे इत्यारभ्य अभिजश्च क्रतुश्चुश्च मूर्धा च विष्णश्चान्त्यायश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च स्वाहा तावत्पर्यन्तम् अखण्ड आज्यधारापातः भवेत् तन्नाम वसोर्धारा वसोर्धारायाः स्वरूपं तस्य फलितं तत्र विशेषाः के तद्विषयकं ब्राह्मणमस्ति तद्ब्राह्मणमपि वसोर्धारासमये जनाः पठन्ति सः एव वसोर्धारामन्त्रः इति चिन्तयन्ति यतोहि तत्र वसोर्धारापदं पुनः पुनः श्रूयते वसोर्धारा अञ्जुहोति वसोर् मेधारा सदिति वा एषा हूयते घृतेन वा एष येन मेषाधारामुष्मिन् लोके पिन्वमानोपतिष्ठत आज्येन जुहोति तेजो वा आज्यन्ते जो वसोर्धारा तेजसैवास्मै तेजो वृन्धे थोकामा वै वसोर्धारा कामानेवा वृन्धेयं कामयेत् प्राणानस्यान्नाद्यं विच्छिनत्यं कामयेत एवं ब्राह्मण वस्तुतः इयं न मन्त्रः इदं ब्राह्मण वसोर्धाराहोमः कथं कर्तव्यः तस्य परिणामाः के तत्र द्रव्यं किं तत्सर्वं तत्र वर्णितमस्ति मन्त्र अस्तु एते एव वदतु पूर्णाहुतोपि केचन वदन्ति पूर्णाहुतिमुत्तमान् जुहोति सर्वं वै पूर्णाहुतिः, तदपि ब्राह्मणमेव खलु, ब्राह्मण न वक्तव्यं वस्तुतः, न वक्तव्यं. अनन्तरं प्रार्थैर्मन्त्रैः ब्राह्मणमन्त्रैः प्रार्थना कृता, प्रार्थना स्मरणीयं, स्मरणीयं. मया यत् कृतं तद्विषये भावजागरणं, पूर्णाहुतिमुत्तमान् जुहोति अग्रे सर्वं वै पूर्णाहुतिः सर्वमेव सर्वमेवाप्नोति, अथो इयं वै पूर्णाहुतिः अस्यामेव प्रतितिष्ठति. तद्भावन भावजागरणार्थं पुरमुक्त्वा तदनन्तरं किञ्च सः एव पूर्णाहुतिमन्त्रः इति चिन्तयन्ति. अस्तु, ज्ञानदौर्बल्यम् अस्तु. वसोर्धाराहोमानन्तरम् उपविश्य तद् वसोर्धारापात्रम् इमे पात्रे इदम् आज्यपात्रम् एतत् सर्वम् आज्यमुदगुद्वास्य उत्तरे सा. तत्पूर्वं कश्चन लघुमन्त्र होमः अपि कुर्वन्ति. तत्र वसोर्धारापात्रे यत् स्वाहा इति कथनानन्तरं किञ्चित् आज्यं शिष्टं भवति. तत्र अवशिष्टाज्यहोमे विनियोगः इति कृत्वा अवशिष्टाज्यहोमार्थं विज्योतिषा इति मन्त्रः, विज्योतिषा बृहताभात्यग्निराविर्विश्वानि कृणुते महित्वा प्रादेवीर्माया सहते दुरे वाशिषि ते शृङ्गे रक्षते विनिक्षे स्वाहा विज्योतिषेग्नेदन्न मम. ततः परं संस्रावहोमः इति, संस्रावहोमः इत्यस्य तात्पर्यं द्वयोः अपि सकृदेव आज्यं स्वीकृत्य एवं होमः क्रियते. संस्राव सम्यक् स्रावः. तत्र केचन एवं विवृन्ति इतः अत्र स्रावः इतः अत्र स्रावः एवं केचन एवं कुर्वन्ति संस्रावहोमः. तत्र विश्वे देवा देवता, विश्वेभ्यो देवेभ्यः स्वाहा, विश्वेभ्यो देवेभ्यः संस्रावभाग्य इदन्न मम हविशेषमुदगुद्वास्य. आज्यभागम् इति बहुधा श्रुतं, किं तत् आज्यभागं नाम कुत्रचित् श्रुतं वा भवता आज्यभागं के नाम? हा, केचन देवाः येभ्यः केवलम् आज्यहोमः एव भवति. ओहो, अस्तु अस्तु. तेभ्यः अन्यस्य द्रव्यस्य आहुतिः न भवति, केवलम् आज्यस्यैव आहुतिः भवति. अनन्तरम् आज्यहोमः तेभ्यः अवश्यं कर्तव्यो भवति इति आज्यभागः. अनेकार्थैः अनेकेषु प्रसङ्गेषु अयं शब्दः प्रवर्तते. एतावता होमस्समाप्तः. ततः परं प्रणीता स्वपादीय प्रणीतापात्रं यत् स्थापितम् ओं प्रणया इति कृत्वा अत्र यत् स्थापितं पूर्वं स्थापितमासीत् तदुपरि दर्भाः तत्पात्रं प्रणीतापात्रमग्ने प्रत्यङ्गाय निनीय. यदि तत्र उदकं पूर्णं स्यात् तर्हि दोषो नास्ति, यदि उदकं पूर्णं नास्ति तर्हि इदानीं पुनः प्रोक्षणीयजलेन वा सम्पूर्णं तर्हि पुनः आपोहिष्ठामयो भुवः इत्यादि मन्त्रैः पुनः पूरयित्वा दर्भैः आच्छाद्य तत्र केचन मन्त्रास्सन्ति. पूर्णमसि पूर्णं मे भूयास्सु, पूर्णमसि सुपूर्णं मे भूयास्सदसि सन्मे भूयास्सर्वमसि सर्वं मे भूयाः अक्षितमसि मामे क्षेष्ठाः. एतैः मन्त्रैः अभिमन्त्र्य अनन्तरं दर्भैः तेन जलेन मार्जनमस्ति. प्राच्यान्दिशि देवार्त्विजो मार्जयन्ताम्, दक्षिणस्यान्दिशि मासाः पितरो मार्जयन्ताम् अप उपस्पृश्य, प्रतीच्यान्दिशि ग्रहाः पशवो मार्जयन्ताम्. किं पितरः इत्युक्तं तेन कारणेन अप उदीच्यान्दिशाप ओषधयो वनस्पतयो मार्जयन्ताम्, ऊर्ध्वायान्दिशि यज्ञसंवत्सरप्रजापतिर्मार्जयन्ताम्. ततः परम् आत्मनि यजमानः स्वयं पत्नीं च मार्जयेत्, तत्र मन्त्राः सन्ति. अनन्तरम् अञ्जलौ पूर्णपात्रमानयति. प्रणीता निनयनमिति वदन्ति. पत्न्यञ्जलौ पतिः मार्जनम् उपरि ये गर्भाः तैरेव मार्जनं तैरेव इति न कैश्चिदपि तैर्वा अन्यैर्वा अस्तु साधु यजमानः पत्न्यञ्जलौ उदगग्रान् दर्भान् अक्षताञ्च हस्ते स्थापयन् पत्न्यै वदति भवती एवम् अञ्जलिं प्रसारयति तस्याम् अञ्जल्यां यजमानः इदं पूर्णपात्रगतं जलं पातयति एषः अवभृतः श्रोते अवभृतो नाम नदीतीरे गत्वा जलाशये गत्वा भवति अवभृतस्य स्मार्तकर्मणि यद् लघुरूपं तदिदं तज्जलं पत्न्यञ्जलितः अधः पातयति तत्र मन्त्रास्सन्ति माहं प्रजां परासि चिञ्जानस्य यावरी स्थना समुद्रेवो निनया निस्वं पाथो अपीथ ता आपस्समुद्रं गच्छेरिति चिन्तयन् गङ्गादिनदी स्मरन् अञ्जलिस्थदर्भैः आत्मानम् अन्यांश्च मार्जयेत् एतावता यज्ञः समाप्तः इदानीं ब्रह्मणे तत्र पत्न्याः हस्ते जलं क्षिप्तवान् इदानीं तज्जलं कुत्र गच्छति अधः गच्छति समुद्रम् अधः पात्रं स्थापयित्वा ओ पात्रं स्थापयित्वा ओ तेन मार्जनम् अन्येषाम् अस्तु अस्तु स एव पृष्टं स तु मन्त्रभागः तत्र तु भावना तत् समुद्रं गच्छेत् शाखाभेदेन मन्त्राः अपि अन्ये सन्ति यथा आपस्तम्भानां मन्त्राः के सन्ति अञ्जलौ पूर्णपात्रमानयति रेत एवास्याहं प्रजां दधाति प्रजया हि मनुष्यः पूर्णः मुखं विमृष्टे अवभृतस्यैव रूपं कृत्वोत्तिष्ठति तस्य पूर्वम् अन्यः अपि कश्चन मन्त्रः एषः सर्वोपि मन्त्रः अत्रैव प्रयुक्तो भवति यजुर्वेदिलोकमन्त्रकोश एव इदानीं ब्रह्मपूजनं क्रियते ब्रह्मणे वरं ददाति यः ब्रह्म अत्र उपविष्टः तस्मै वरं ददाति वरं नाम प्रभूतं धनं दक्षिणां ददाति तर्हि दक्षिणां स्वीकृत्य एतान् आशिषो दत्त्वा ब्रह्मा ततः गच्छति ततः परं मौनत्यागः ततः परं सम्भाषणं कर्तुं अय्ये अय्ये रण्डि वेल्कम् बर्रि बन्नि कुत्कोड्रि अस्तु तावत्पर्यन्तं मौनेन भवति साधु भवान् एतत् सर्वं करोति जनाः आगच्छन्ति अनेके व्यवहाराः तत्र स्तब्धाः अपि भवन्ति कदाचित् इदानीं मौनत्यागः अस्तु अस्तु प्रधानहोमः समाप्तः इतः परम् उपस्थानम् अग्नेः वायुवेदेशे तिष्ठन् उपस्थानमन्त्रान् पठित्वा अग्निम् उपस्थीयते अनन्तरं परिस्तरणानि आस्रितानि उपस्थानं कथम् उत्थाय उत्थाय किं वदन्ति मन्त्रान् अग्ने त्वं नो अन्तमो तत्राता शुभभवा वृथ्याः वसुरग्निर्वसुश्रवाच्छानि खिद्युमत्तमवृन्दाः ृषाणोस्मात् द्वन्द्वा शोचिष्ठति दिव सुम्नाय नूनमी महेशगिभ्यः उपविश्य प्रागादिपरिस्तरणान्युत्तरे विसृजेत् ततः परम् एतेषां परिस्तरणानामपि निष्कासनं भवति यानि परिस्तरणानि अस्माभिः परिस्तृतानि तेषां निष्कासनं निष्कासनं वा पुनः प्रयोगाय पुनः प्रयोगाय इदानीं पुनः पूर्ववत् अग्निं परिषिञ्चति अग्निम् अलङ्करोति अग्नेः पूजनं करोति अनन्तरं प्रार्थना तत्र श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् आयुष्यं तेजः आरोग्यं देहि मे हव्यवाहन इयं प्रार्थना एतत् सर्वं हव्यवाहनः मे ददाति इति अग्नेः पूजनं यथा आदौ कृतं तद् अष्टसुदिक्षु अग्नेः पूजनं विशिष्य अत्र पूजनं ततः परं ताम्बूलादिसमर्पणमपि अग्नेये कुर्वन्ति तत्सर्वम् अग्निपूजनम् अत्र वायुरेकुणे कुर्वन्ति अग्निभोजनं ततः परं विभूतिग्रहणं भस्मग्रहणं तावत्पर्यन्तं प्रायः सर्वं हुतं भवति. तत्र पूर्वभागात् वा ईशान्यभागाद् वा उत्तरभागाद् वा विभूतिं स्वीकृत्य तत्र मानस्तोके इति मन्त्रेण विभूतिं स्वीकृत्य त्रयाविषं जपदग्नेः इति ललाटे कश्यपस्य त्रयाशमिति कण्ठे अगस्त्यस्य त्रयाशमिति नाभौ यद्देवानां त्रयाशमिति दक्षिणस्कन्धे तन्मयस्य त्रयाशमिस्कन्धे सर्वमस्तुत्रायं शिरसि एवं विभूतिग्रहणं संविधाधाने कुर्वन्ति खलु देवमन्त्रं देवमन्त्रं ततः परं प्रार्थना प्रमादात् क्रोधाङ्गे कर्म नमस्ते गार्हपत्याय इत्यादि तत्रैव यदा अग्नेः पूजनं भवति तदा एव प्रदक्षिणानमस्कारः सर्वं तदानीम् अग्निप्रदक्षिणा तदर्थं मन्त्राः सकृत्य अग्ने नमः द्विस्ते नमः त्रिस्ते नमः चतुस्ते नमः पञ्चकृत्वस्ते नमः दशकृत्वस्ते नमः शतकृत्वस्ते नमः सहस्रकृत्वस्ते नमः परिकृत्वस्ते नमः नमस्ते अस्तु मामा हिंसीः इत्यादि मन्त्राः सन्ति. तत्र प्रदक्षिणायामपि पर्वशुक्राय भानवे भद्वं हव्यं मतिञ्जाग्नेय सुभूतं यो दैव्यानि मानुषादिनुभूषि अन्तर्विश्वानि विद्मनाजगादि इत्यादि मन्त्रैः प्रदक्षिणां कृत्वा चतुस्सागरपर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु. न अभिध अभिवादनप्रकारेण अग्नेः नमस्कारः भवति. तावता कर्म समाप्तं. ततः परं यस्य स्मृत्या जनाः भवन्ति अप्रमादात् कुर्वतां कर्म इत्यादि प्रार्थनाश्लोकान् पठित्वा यत् पवित्रं धृतं तस्य त्यागः अग्नेः विसर्जनं गच्छ गच्छ सुरश्रेष्ठस्वस्थानं परमेश्वर यत्र ब्रह्मादयो देवास्तत्र गच्छ हुतासन इति अग्नेः विसर्जनम् अथवा वैदिकेन मन्त्रेण वा देवागातुविदो गातु देवागातुविदो गातुं वित्त्वा गातुमितमनसस्पत इमं नो देवदेवेषु यज्ञगुस्वाहा वाचिस्वाहा वाचेधाः. अनेन मन्त्रेण अग्नेः विसर्जनं. ततः परं कर्मसात्पुण्यार्थं ब्राह्मणभोजनं दक्षिणाप्रदानं आशीर्ग्रहणम् इत्यादि लौकिक कर्मान्ते आचरणं विष्णवे नमो विष्णवे नमो विष्णवे मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च प्रदन्ते शास्त्रेषु. आचमनं नाम मङ्गलं कर्म. अस्तु तर्हि सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः.